सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्। आदौ परिचितं सुभाषितं श्रूयतां। भगिनी एकवारं सुभाषितं स्मारयतु। गुरुभ्यो नमः। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसुपूज्यते न तु धनं विद्याविहीनः पशुः। गुरुभ्यो नमः। धन्यवादाः भगिनी। धन्यवादाः। पूर्वस्मिन् वर्गे भूतकालरूपाणि अस्माभिः परिशीलितानि, लङ्लकाररूपाणि, क्तवत्वन्तरूपाणि च दृष्टानि। तस्मिन्नेव अवसरे क्रोधपिशाचः नाम्ना एका कथा आरब्धा। इत्युक्ते गीतासोपानं पुस्तकस्य 88 पुटे कथा दत्ता। द्वितीय अनुच्छेदपर्यन्तं वयं समापितवन्तः, वयं दृष्टवन्तः, चर्चितवन्तः च। अद्य तृतीय अनुच्छेदात् आरभ्य एकवारम् अवलोकयामः। तदर्थम् 88 पुटं पश्यन्तु। कथायाः सारः कः इति एकवारं वक्तुमिच्छामि। सात्यकी श्रीकृष्णबलदेवाः वनविहारार्थं गतवन्तः। ते मार्गभ्रष्टाः भूत्वा अरण्यं प्रविष्टवन्तः। अरण्ये ते रात्रिं यापयितुम् इष्टवन्तः। अरण्ये ते रात्रिं यापयितुं निश्चितवन्तः। यदा बलरामकृष्णौ निद्रां कृतवन्तौ तदा सात्विकिः तेषां रक्षणार्थं जागरितः भूत्वा रक्षणं कर्तुं निश्चितवान्। ते सर्वे एकस्य वृक्षस्य अधः स्थितवन्तः। तस्मिन् समये वृक्षात् एकः पिशाचः अधः अवतीर्य मलयुद्धं कर्तुं सात्विकीम् आहूतवान्। तदा सात्विकिः तेन सह युद्धं कृतवान्। एकप्रहरपर्यन्तं युद्धम् अभवत्। युद्धं कृत्वा सात्विकिः क्षतगात्रः अभवत्। द्वितीयपर्याये बलरामः जागरितः भूत्वा तेषां रक्षणं कर्तुं निश्चितवान्। तस्मिन् समये पुनः पिशाचः युद्धं कर्तुम् आहूतवान्। बलरामः अपि पिशाचेन सह युद्धं कृतवान्। सः अपि क्षतगात्रः अभवत्। तृतीयपर्याये श्रीकृष्णः जागरितः भूत्वा रक्षणं करणीयम्। तृतीयः पर्यायः कृष्णस्य आसीत्। तस्मिन् समये कृष्णस्य मेलनम् अथवा कृष्णस्य समागमः पिशाचेन सह कथम् अभवत् इति अस्माभिः ज्ञातव्यम्। पिशाचेन सह कृष्णस्य समागमः कथम् अभवत् इति परिशीलयामः। तदर्थम् 88 पुटं पश्यन्तु। तृतीये पर्याये इत्यस्मात् आरभ्य अद्य किञ्चित् चिन्तनं कुर्मः। भूमा भगिनी, भवती एव आरम्भं करोतु। तृतीये पर्याये श्रीकृष्णः सुरक्षानिमित्तम् आगतवान्। तम् अपि पिशाचः मल्लयुद्धार्थम् आहूतवान्। कृष्णः हसन् एवं युद्धं कर्तुम् आरब्धवान्। उक्तवान् च, भवान् बहु विनोदप्रियः इव भासते। मम निद्राम् आलस्यं च दूरीकर्तुमेव भवान् मित्रमिव विनोदं कुर्वन्नस्ति इति। तदा पिशाचस्य बलं न्यूनं जातं। तस्य शरीरमपि सङ्कुचत् गतम्। अन्ते सः झिल्लिका इव लघुशरीरः जातः। तदा श्रीकृष्णः तं स्वस्य उत्तरीयस्य अञ्चले बद्धवान्। प्रथमं वाक्यं परिशील्य, पदानि परिशील्य किञ्चित् वदतु। तृतीये पर्याये, पर्यायः पुल्लिङ्गशब्दः वा, अकारान्तपुल्लिङ्गशब्दः, पर्याये सप्तमी विभक्ति एकवचनं, सो तृतीये अपि सप्तमी विभक्ति एकवचनं, विशेषणविशेषभावः अस्ति. श्रीकृष्णः प्रथमाविभक्ति अकारान्तपुल्लिङ्गः. सुरक्षानिमित्तं समस्तपदं वा? समस्तपदं. समस्तपदं सुरक्षा, सुरक्षणार्थम्. उत्तमं. रक्षणार्थं, रक्षणाय भिन्नं पदं योजयित्वा वक्तुमिच्छामश्चेत् सुरक्षां कर्तुं, रक्षा इति, रक्षा इति आकारान्तपदमस्ति, रक्षणं इति ल्युडन्तपदमस्ति, रक्षणं कर्तुं, रक्षणाय, सुरक्षां कर्तुं, सुरक्षार्थम् इत्यादीनि पदानि लेखितुं शक्नुमः. अत्र तृतीये पर्याये इति पृथक् कृत्वा लिखितमस्ति, समस्तपदं कृत्वा अपि लेखितुं शक्नुमः. तृतीयपर्याये समस्तपदं कृत्वा लिखामश्चेत् तृतीयपर्याये इति अपि साधु एव. आगतवान् वद. आगतवान् गम् धातुतः त्वान्त त्वतु प्रत्ययः वा? तवतु. तवतु, तवतु प्रत्ययः, आ उपसर्गपूर्वकः, गम् धातु. आगतवान् सूत्राणि. साधु भगिनी सुन्दररीत्या उक्तवती. तत्र आ उपसर्गपूर्वकः गम् धातुतः क्तवतु, क्तवतु इति वदामः किमर्थं चेत् तत्र आदौ ककारः अस्ति, ककारः इतसंज्ञकः, अन्तिम उकारः अपि इतसंज्ञकः अस्ति. तत्र अनुबन्धलोपे सति अनुबन्धवर्णानां निष्कासनानन्तरं तत्र तवत् इति एव अवशिष्यते. आगतवत् इति प्रातिपदिकमस्ति, किन्तु पुंलिङ्गे आगतवान् भवति, स्त्रीलिङ्गे आगतवती. उत्तमं. नपुंसकलिङ्गे आगतवत्. उत्तमम्. अग्रिमं वाक्यं स्वीकरोतु. तम् अपि पिशाचः, कृष्णमपि पिशाचः मल्लयुद्धार्थम् आहूतवान्. मल्लयुद्धं कर्तुम् आह्वयति, पिशाचः आह्वयति. उत्तमम्. अत्र आहूतवान् इति पदमस्ति. आहूतवान् इत्यस्मिन् प्रसङ्गे अग्रे किञ्चित् वक्तुम् इच्छामि तत्पदं कथं साधितम् इति. वदतु. तम् अपि, अपि कृष्णः अपि, कृष्णमपि, कृष्णमपि पिशाचः आह्वयति मल्लयुद्धं कर्तुं. तद् दकारान्त पुल्लिङ्गः. सः तौ ते, तं तौ, तं तौ, तान् तं तौ, तान् पुल्लिङ्गे तान्. उत्तमम्. अत्र तम् इति कृष्णस्य विशेषणं भवति. अपि इति पदम् अव्ययपदमस्ति, मल्लयुद्धं कर्तुं, मल्लयुद्धार्थम् इति. आहूतवान् सकर्मक, सकर्मक धातुः अस्ति. ततः तं, दट् इस् कृष्णम् इति द्वितीयविभक्ति. उत्तमं. तदेव. उत्तमम्. इत्युक्ते अत्र आदौ कर्मपदं लिखितमस्ति, अत्र पिशाचः इति कर्तृपदमस्ति. पिशाचः कृष्णम् आहूतवान्. अत्र ह्वे धातुः अस्ति. ह्वे, ह्वे धातोः रूपं हूतवान् इति भवति. आ उपसर्गपूर्वकः ह्वे धातुतः क्तवतु प्रत्ययस्य योजनेन आहूतवान् इति रूपं सिद्ध्यति. तत्र सूत्राणि कानि इति पश्चात् किञ्चित् वदामि. साधु भगिनी अग्रे विमला भगिनी भवती करोतु. उक्तवान् कृष्णः हसन् एव युद्धं कर्तुं, कर्तुम् आरब्धवान्. कृष्णः प्रथमा, प्रथमाविभक्ति एकवचन. हसन् एव शत्रन्त भगिनि, शत्रन्तं हस् धातोः. हसन् एव युद्धं युद्धः न युद्धमेव. द्वितीया एकवचनकर्मपदं कर्तुं तुमुन्नान्त कृ धातुः आरब्धवान् आ उपसर्ग तदपि तव तव प्रत्यय धातुः रभ् रभ् अस्तु बकारः रभते इति आत्मनेपदिरूपम् अस्ति रभधातोः रूपं रभते आरभते इति रूपम् अस्ति हसन् इति पदं यथा भवत्या उक्तं शत्रन्तरूपमेव शत्रन्तरूपाणि त्रिषु लिङ्गेषु सम्भवन्ति साधारणतया शत्रन्तरूपनिर्माणं कथं भवति इत्युक्ते हस् धातोः हसन्ति इति रूपम् अस्ति हसन्ति इति रूपं स्वीकृत्य अन्तिम इति रूपं निष्कासयामश्चेत् तत्र प्रातिपदिकं सिद्ध्यति हसत् इति प्रातिपदिकं हसत् इति प्रातिपदिकात् पुंलिङ्गे हसन् स्त्रीलिङ्गे हसन्ति नपुंसकलिङ्गे हसत् इति रूपाणि भवन्ति शत्रन्तरूपम् अस्ति इत्युक्ते अत्र किञ्चित् वक्तुम् इच्छामि भवन्तः सर्वे व्याकरणवर्गं गच्छन्ति इति कृत्वा हस् धातोः रूपाणि हसति हसतः हसन्ति इति लट्लकाररूपाणि सन्ति प्रथमपुरुषे एकवचनप्रत्ययः तिप् प्रत्ययः अस्ति तिप् प्रत्ययः पित् अस्ति किन्तु तिप् तस् झि झि इति प्रत्ययः प्रथमपुरुष बहुवचनप्रत्ययः अस्ति इत्युक्ते अत्र प्रथमपुरुषे एकवचनप्रत्ययः तिङ् प्रत्ययः पित् प्रत्ययः किन्तु प्रथमपुरुष बहुवचन झि प्रत्ययः अस्ति सः प्रत्ययः तिङ् प्रत्ययः एव किन्तु अपित् प्रत्ययः यथा प्रथमपुरुष बहुवचनप्रत्ययः अपित् अस्ति तथा एव अत्र शत्रुप्रत्ययः अपि शत्रु इति षित् प्रत्ययः षित् अस्ति इति कारणतः तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञकः किन्तु पित्वं नास्ति इति कारणतः अपित् प्रत्ययः इति कृत्वा नित्वत् भूत्वा गुणकार्यं न भवति इति यत्र एकः विषयः अत्र शत्रुप्रत्ययः कृत् प्रत्ययः तिङ् नास्ति इति एव इति अव्ययपदमस्ति तुमुन्नन्तं पदमपि कर्मपदं स्वीकरोति यदि धातुः सकर्मकः अस्ति तर्हि कर्मपदं स्वीकर्तुं शक्नोति इति कृत्वा कर्तुम् इति तुमुन्नन्तं पदमस्ति अत्र क्रूधातुः सकर्मकः इति कृत्वा युद्धम् इति पदं द्वितीयान्तं पदमस्ति अत्र कर्तुम् इति तुमुन्नन्तं पदमस्ति कृतवान् इत्यस्मिन् गुणः न भवति क्रूधातुतः तवत् योजनेन कृतवान् इति रूपं सिद्ध्यति किन्तु अत्र क्रूधातुतः कर्तुम् इति रूपं सिद्ध्यति इत्युक्ते अत्र गुणः दृश्यते गुणकार्यं दृश्यते किमर्थम् इत्युक्ते तुमन् प्रत्ययः कित् नास्ति गित् नास्ति नित् नास्ति तदर्थम् अत्र तुमन् प्रत्ययः वदतु अर्धधातुकैव प्रवर्तते उत्तमम् अयं तुमन् प्रत्ययः तिङ् नास्ति षित् नास्ति किन्तु आर्धधातुकप्रत्ययः आर्धधातुकप्रत्ययः अपि च कित् गित् नित् नास्ति इति कारणतः गुणकार्यं भवितुमर्हति इति कृत्वा क्रूधातुतः गुणः भूत्वा क्रू कर् भवति क्रूतः कर् कर् योगः तुमुन् तुमुन् इत्यस्मिन् नकारः हलन्त्यं सूत्रेण अपगच्छति तत्र तुम् एव अवशिष्यते क्रूयोगः तुमुन् तत्र गुणः भूत्वा अनुबन्धलोपे सति करयोगः तुम् इति भवति वर्णमेलनेन कर्तुम् अत्र आरब्धवान् इत्यस्मिन् पदे अपि आ उपसर्गपूर्वकः रभ् धातुतः तवत् योजयित्वा तत्पश्चात् हल्सन्धिकार्याणि करणीयानि आरब्धवान् इति रूपं सिद्ध्यति भुवादिगणे अस्ति रभ् धातुः रभते आरभते भगिनि महाप्राण रब्धातु महाप्राण धन्यवादः विमलभगिनी अग्रिमं वाक्यं वदतु उक्तवान् च भवान् बहु विनोदप्रियः इव भासते मम निद्राम् आलस्यं च दूरीकर्तुमेव भवान् मित्रम् इव विनोदं कुर्वन्नस्ति इति उक्तवान् धातुः वच् इति चिन्तयामि भगिनी उक्तवान् अपि उक्तवत् तवतु प्रत्ययः पुल्लिङ्गे एकवचनं च इति अव्ययं भवान् भवान् भवन्तौ भवन्तः भवत् भवत् इति प्रातिपदिकं बहुविनोदप्रियः इव भासते. अत्र बहुविनोदप्रियः इति समस्तपदम् इति मन्ये. बहुविनोदप्रियः, अत्र विनोदः इति पदमस्ति. विनोदः इति वि उपसर्गपूर्वकः, नुद् नुद् धातोः रूपमेव, नोदः नुद् धातुतः नोदः इति रूपं सिद्ध्यति. साधारणतया वयं शृणुमः खलु तत्र स्टार् सिक्स् नोदयन्तु, तत्र अन्म्यूट् कृत्वा स्टार् सिक्स् नोदयन्तु इति वदामः. तत्र नोदयति इति णिजन्तरूपमस्ति, किन्तु अत्र विनोदः, विनोदः इति पुंलिङ्गशब्दः. अस्मिन्नेव स्थाने अन्यत् पदं योजयित्वा वक्तुमिच्छामश्चेत् कौतूहलम् इति पदमपि वक्तुं शक्नुमः. कुतूहलस्य भावः कौतूहलम्. क्रियादिगणे एकः धातुः अस्ति प्रीणाति, क्रियादिगणे यत् प्रीङ् धातोः रूपमेव प्रियः अस्व्रीहि इत्युक्ते अत्र बहुव्रीहिसमासः अस्ति इति मम चिन्तनम्. इत्युक्ते विनोदः प्रियः यस्य सः इति, विनोदप्रियः इति बहुव्रीहिसमासयुक्तं पदम् इति. भवान् बहु विनोदप्रियः इव भासते, भासते इति आत्मनेपदी अस्ति. तत्र भास् धातोः प्रसङ्गे अहं किं दृष्टवती इत्युक्ते, धातोः अन्ते अनुनासिकऋकारः अस्ति. भास्रु इत्युक्ते दीप्तौ इत्यस्मिन् अर्थे अनुनासिकऋकारः अस्ति, सः अनुनासिकऋकारः इति संज्ञकवर्णः. तत्र लौकिकधातुः तु भास् एव अस्ति. अत्र इव इति पदमस्ति, इव इत्यस्मिन् स्थाने अन्यत् पदं योजयितुम् इच्छामश्चेत् सदृशः, सदृशः इत्यपि साधु एव. एकवारं वाक्यं वदतु सदृशः योजयित्वा. तस्याः मुखं चन्द्रसदृशः अस्ति. अत्र वाक्यं परिवर्त्य सदृशः योजयित्वा वदतु. हा अस्तु अस्तु. भवान् बहु विनोदप्रियसदृशः भासते. सदृशः भासते, सदृशः इति पदस्य रूपमेव सादृश्यं, सदृशस्य भावः सादृश्यम्, अपि च साम्यं, समस्य भावः साम्यम्. अत्र इव स्थाने सदृशः, सादृश्यं, साम्यम् इत्यादीनि पदानि योजयित्वा भिन्नवाक्यानि लेखितुं शक्नुमः. अग्रिमं वाक्यं करोतु. मम निद्रा आलस्यं च दूरीकर्तुमेव भवान् मित्रम् इव विनोदं कुर्वन् अस्ति इति. मम तु अस्मशब्दस्य षष्ठी प्रथमान्तं प्रथमवचनं. निद्रां, निद्रा स्त्रीलिङ्ग, स्त्रीलिङ्गे निद्रा अस्ति. निद्रां द्वितीया विभक्ति एकवचनं. आलस्यम्, आलस्यं नपुंसकलिङ्गमिति चिन्तयामि. सः आलस्यं तदपि द्वितीयवचने द्वितीया विभक्तौ विभक्त्याम् एकवचने अस्ति. निद्रां च आलस्यं च इति दूरीकर्तुमेव, कर्तुम् एव भवान् मित्रं कर्तुमपि अस्माभिः चर्चितं. भवान् मित्रम् इव विनोदं कुर्वन्नस्ति इति. मित्रं सखी अथवा मित्रमिति. विनोदं कुर्वन्नस्ति कृ धातुः, कुर्वन् तदपि शत्रुन्तपदं, कुर्वन् अस्ति नकारस्य द्वित्वं भवति, कुर्वन् अस्ति इति. अव्ययपदं निद्रा, निद्रा इति आकारान्तस्त्रीलिङ्गपदमस्ति, किन्तु अस्मिन् वाक्ये कर्मपदमस्ति. नि उपसर्गपूर्वकः, द्रा धातुः, द्रा धातोः रूपमेव द्राति, अदादिगणे अस्ति अयं धातुः. आलस्यं किञ्चित् वदतु, आलस्यम् इत्युक्ते किम्? किमपि कर्तुं न चिन्ता अस्ति, किमपि कर्तुं न उद्युक्तः सन्ति. आलस्यः इति उत्तमम्. इत्युक्ते आलस्यम् इति पदं श्यै प्रत्ययान्तपदमस्ति. अलसः, अलसः इत्युक्ते लेज़ी, अलसः. अलसस्य भावः आलस्यम्, अलसस्य भावः आलस्यं, शै प्रत्ययान्तशब्दः, तद्धितप्रत्ययान्तशब्दः, नपुंसकलिङ्गपदमस्ति. अस्मिन् वाक्ये कर्मपदमस्ति. निद्रां दूरीकर्तुम्, आलस्यं दूरीकर्तुं, भवान् मित्रम् इव विनोदं कुर्वन् अस्ति. तत्र दूरीकर्तुम् इति पदमस्ति, दूरीकरोति. अत्र अहं चिन्तयामि च्वि इति प्रत्ययः अस्ति, साधारणतया शुक्लीकरोति, स्पष्टीकरोति, दूरीकरोति इत्यादिषु पदेषु च्वि इति प्रत्ययः अस्ति इति अहं पठितवती. अत्र लट्लकाररूपमस्ति दूरीकरोति. दूरी इति उपसर्गतुल्यम् इति वक्तुं शक्यते. स्पष्टीकरोति तस्मिन् पदे अपि उपसर्गतुल्यं पदं पूर्वं योजयित्वा क्रूधातुतः निर्मितं पदम्. अत्रापि तुमन्नन्तं पदमस्ति इति कारणतः निद्राम् आलस्यं कर्मपदद्वयं दत्तमस्ति. इत्युक्ते आलस्यम् इति पदस्य अर्थः कः इति अहं शब्दकोशं दृष्टवती, अतः वदामि. विहितक्रियादिषु अनुत्साहः एव आलस्यं. विहितक्रियादिषु अनुत्साहः एव आलस्यम्. भवन्तः सर्वे श्रुतवन्तः एव महाभारते यक्षप्रश्नाः सन्ति. यक्षेण प्रश्नः पृष्टाः, युधिष्ठिरेण उत्तराणि दत्तानि. तेषु अन्यतमः प्रश्नः, यक्षः युधिष्ठिरं पृष्टवान् किम् आलस्यम् इति पृष्टवान्. आलस्यं नाम किम्, किम् आलस्यम् इति सः धर्मराजं पृष्टवान्. तस्मिन् प्रसङ्गे धर्मराजः वदति धर्मनिष्क्रियता एव आलस्यम्. धर्मनिष्क्रियता एव आलस्यम्. तस्मिन्नेव प्रसङ्गे सः इतोपि पृच्छति कः शोकः. तदा युधिष्ठिरः वदति अज्ञानम् एव शोकः. अज्ञानम् एव शोकः, धर्मनिष्क्रियता एव आलस्यम्. तादृशानि उत्तराणि युधिष्ठिरेण दत्तानि. महाभारते एतत् सर्वम् अस्ति. आलस् इति पदं कथं निष्पन्नं भवति? आ इति उपसर्ग अस्ति वा तत्र? न, आलस् एकमेव पदमेव, किन्तु कथम् आयाति तत् पदम्? अलसः इति पदमस्ति. अलसः इति पुंलिङ्गशब्दः. अलसः इत्युक्ते लेज़ी पर्सन्. अलसस्य भावः आलस्यं, यथा मधुरस्य भावः माधुर्यम्. किन्तु धातु किं भगिनि? इदं पदं धातुतः निर्मितं पदं नास्ति. इदं पदं प्रातिपदिकात् निर्मितं पदम्. अत्र प्रातिपदिकमस्ति अलसः. तद्धितप्रत्ययान्तपदानि प्रातिपदिकात् निर्मितानि. कृदन्तपदानि धातुतः निर्मितानि. तद्धितान्तपदानि प्रातिपदिकात् निर्मितानि. तत्र प्रातिपदिकमस्ति अलस. अलसस्य भावः आलस्यम्. उष्णस्य भावः औष्ण्यम्. शीतस्य भावः शैत्यम्. तत्र प्रातिपदिकमस्ति, न तु धातुः. अस्तु, अवगतं भगिनि, धन्यवादः. भवती एव वदतु, कुर्वन् अस्ति, अत्र सन्धिः अस्ति, वदतु. कुर्वन् अस्ति, तत् अस्ति. मित्रम् इव विनोदं कुर्वन् अस्ति, किन्तु सूत्रं तु कोऽपि वदतु, कीदृशसन्धिः अस्ति? अनुनासिकसन्धि वा भगिनि? न, का उक्तवती प्रिया भगिनी, वदतु. किन्तु दर्शन दर्शना भगिनी वदतु. तदेव नमुडागमसन्धिः अस्ति. नमो ह्रस्वादचि नमुन्नित्यम् इति सूत्रेण कुर्वन् योगः अस्ति, कुर्वन् अस्ति इति नमुडागमसन्धिः नाम्ना सन्धिः अस्ति अस्मिन् पदे. साधु भगिनी, साधु उक्तवती. अग्रिमं वाक्यं शोभा भगिनी भवती करोतु. आं भगिनि. तदा पिशाचस्य बलं न्यूनं जातम्. तदा इति अव्ययपदं. पिशाचस्य बलं न्यूनम् इति क्षीणः, क्षीणं जातम् इति अपि भवितुम् अर्हति. जातम् इति ताप्रत्यय नपुंसकलिङ्गे तत्र जातम्. तस्य शरीरम् अपि संकुचत् गतम्, संकुचत्. भवती यद् जानाति तद्वदतु. कुर्वन् इत्यस्मिन् प्रसङ्गे कुर्वन् इति शत्रन्तपदम् अस्ति. कुर्वन्, कुर्वन्तौ, कुर्वन्तः इति. अपि च तत्र क्रू इति धातुतः आगतः. क्रू योगः शत्र प्रत्ययः, कृत् प्रत्ययः. अपि च किं वदनीयं भगिनि? कुर्वत् इति प्रातिपदिकमस्ति. किञ्चित् एकवारं स्मारयामि. क्रू धातुः तनादिगणे अस्ति, तनादिकृण्भ्यः उः इति सूत्रमस्ति. यादृशरीत्या वयं प्रथमपुरुष लट्लकाररूपाणि साधयामः इत्युक्ते बहुवचनरूपं, बहुवचनरूपाणि कथं भवन्ति, करोति, कुरुतः, कुर्वन्ति. कुर्वन्ति इति प्रथमपुरुष बहुवचनरूपम् अस्ति. यथा प्रथमपुरुष बहुवचनं साधयामः तादृशरीत्या एव चत्रन्तरूपाणि अपि साधनीयानि. तनादिगणे अदन्तम् अङ्गं न सिद्ध्यति. यत्र यत्र अदन्तम् अङ्गं नास्ति तत्र स्त्रीलिङ्गरूपेषु नुमागमः न भवति. वदन् अस्ति चेत् स्त्रीलिङ्गे वदन्ती भवति, किन्तु अत्र पुंलिङ्गे कुर्वन् भवति, स्त्रीलिङ्गे कुर्वती भवति. इत्युक्ते अत्र स्त्रीलिङ्गरूपेषु नुमागमः न भवति इति एकः स्मर्तव्यः अंशः. स्त्रीलिङ्गरूपं कुर्वती भवति. भवती उक्तवती एव न्यूनं जातं, न्यूनम् इत्युक्ते क्षीणः, अल्पं जातं. तत्र जातं वदतु. हा, जातं तत्र जन् धातुः ताप्रत्ययः इति मन्ये. उत्तमम्. अस्मिन् वाक्ये कर्मपदमस्ति वा? तदा पिशाचस्य बलं न्यूनं जातम्. बलम् इति कर्मपदम् अस्ति भगिनि? अस्मिन् वाक्ये कर्मपदं नास्ति. पिशाचस्य बलं न्यूनं जातम्. जन्धातुः अकर्मकः. जन्धातुः अकर्मकः. अत्र जात इति क्तान्तरूपम् अस्ति, अकर्मकधातुः अस्ति. अत्र वाक्यं बलं न्यूनं जातम् भिन्नरीत्या वक्तुमिच्छामश्चेत् बलं न्यूनम् अस्ति, बलं न्यूनम् अभवत् इत्यादिषु. बलं न्यूनम् अस्ति, बलं न्यूनम् अभवत्, बलं न्यूनं जातम् इत्यादिषु वाक्येषु अकर्मकधातवः सन्ति इति कृत्वा तत्र कर्मपदं न सम्भवति. इदं वाक्यं कर्तरीवाक्यमस्ति, बलं न्यूनं जातम्. एतेषु त्रिषु पदेषु विशेषणविशेष्यभावः अस्ति, वदतु. तत्र तदापि न्यूनं जातम् इति किं न्यूनं जातम् इत्युक्ते बलं न्यूनम्, अतः न्यूनं बलम् इति विशेष्य विशेषणं भवति. बलं कीदृशं बलम् इत्युक्ते न्यूनं बलम् इति. उत्तमम्. एतावत् बलम् इति नपुंसकलिङ्गपदमस्ति. अत्र तु प्रथमाविभक्त्याम् अस्ति बलं नपुंसकलिङ्गपदं. बलं न्यूनं जातं कृदन्तपदानि क्रियापदम् इव कार्यं कुर्वन्ति इति अत्र विषयः. अग्रिमं वाक्यं. तस्य शरीरमपि सङ्कुचत् गतम्. तत्र तस्य शरीरम् अपि इति अव्ययपदं, सङ्कुचत् इत्युक्ते तत्र सम् इति उपसर्ग इति मन्ये. सङ्कुचत् इति, सङ्कुचत् इत्युक्ते क्षयः अभवत् इति, क्षयने न्यूनम् इति अपि वक्तुं शक्नुमः इति मन्ये. शरीरं क्रमेण गात्रे न्यूनम् अभवत् इति. गतम् अपि गम् धातोः कृतान्तपदं भवति तत्र नपुंसकलिङ्गे. गतः, गता, गतम् इति. सङ्कुचत् प्रसङ्गे वदतु. सङ्कुचत् इति नपुंसकलिङ्गे अपि प्रातिपदिकम् अपि तदेव अस्ति इति मन्ये. सङ्कुचत् इति सङ्कुचत् नपुंसकलिङ्गे अस्ति चेत् सङ्कुचत्, सङ्कुचति, सङ्कुचन्ति इति भवति. सङ्कुचत् इति पदं कीदृशं पदम् आदौ वदतु. सङ्कुचत् इति तत्र सङ्कुचत् गतं, क्षम्यतां न जानामि. चिन्ता मास्तु. अत्र चत्रन्तपदं भगिनि, सूर्यकुमारी भगिनी वदतु. चत्रन्तपदम्. उत्तमम्. इतोपि वदतु. छादातु. च नास्ति, शरीरम् इति पदं नपुंसकलिङ्गपदं. तस्य विशेषणानि एव सङ्कुचत् अपि च गतं. शरीरं गतं, शरीरं कथं गतं, सङ्कुचत् गतम्. अत्र शरीरम् इति पदं नपुंसकलिङ्गपदमस्ति इति कृत्वा शत्रन्तरूपम् अपि नपुंसकलिङ्गे दत्तमस्ति. इत्युक्ते सङ्कुचत् इति नपुंसकलिङ्गे शरीरं शब्दस्य विशेषणं भूत्वा प्रथमाविभक्ति एकवचनं भवति. शरीरं सङ्कुचत् प्रातिपदिकमपि तदेव, प्रथमाविभक्ति एकवचनमपि तदेव. सम् उपसर्गपूर्वकः कुच् धातुतः शत्रु प्रत्ययस्य योजनेन रूपं सिद्ध्यति. तत्र सम उपसर्गपूर्वकः कुच् धातुः. कुच् धातुः भुवादिगणे अस्ति चेत् कोचति भवति स्म, किन्तु वदतु. हा, तत्र कुच् धातुः भुवादिगणे अस्ति चेत् शप् इति विकरणप्रत्ययेन गुणः भवति, उ उकारस्य ओकारः भवति, सङ्कोचत् इति भवितुम् अर्हति. किन्तु अयं धातुः तुदादिगणे अस्ति, सङ्कोचने इत्यस्मिन् अर्थे तुदादिगणे, श्रिङ्क् अथवा कण्ट्राक्ट् इत्यस्मिन् अर्थे अस्ति. तदा किम् अभवत्? तदा अग्रे पठामि वा? तुदादिगणे अस्ति चेत्, ओ क्षम्यताम्, तुदादिगणे अस्ति चेत् तत्र तुदादिगणीय विकरणप्रत्ययः शा एव अस्ति. तत्र पकारः पित् नास्ति, षित् एव अस्ति. अतः तत्र गुणस्य निषेधः भवति, गुणः न भवितुम् अर्हति. संयोगः कुच् योगः योगः शत्र क्षमतां संयोगः कुच् योगः शत्रुप्रत्ययः. शत्रुप्रत्ययः तत्र तत्रापि तदेव कृत् प्रत्ययः आर्धधातुकः भवति तत्र. अत्र शत्रुप्रत्ययः सार्वधातुकप्रत्ययः एव, सार्वधातुकप्रत्ययः एव. शत्र इत्यस्मिन् शकारः अपगच्छति. अत्र अनुनासिकरुकारः अपि अनुबन्धवर्णः. इत्युक्ते शकारः अपि च अनुनासिकरुकारस्य तयोः अनुबन्धलोपे सति अत्र अत् एव अवशिष्यते. अत्र रूपं पश्यामश्चेत् सम उपसर्गपूर्वकः कुच् धातुतः अत् इत्युक्ते शत्रु इत्यस्मात् अत् रूपमेव अवशिष्यते. अत् अत्र आयाति. संयोगः कुच् योगः अत् सङ्कुचत् इति रूपं नपुंसकलिङ्गे इदं रूपं दत्तमस्ति. शरीरम् इति पदस्य विशेषणमस्ति इति कृत्वा सङ्कुचत् इति भवति. किन्तु अहं कायः देहः इति पुंलिङ्गपदं वदामि. इदानीं परिवर्त्य वदतु. देहः कायः तस्य देहः अपि महोदय, अत्र शत्रुप्रत्ययः आर्धधातुकः अस्ति. न, शत्रुप्रत्ययः सार्वधातुकः. सार्वधातुकः आर्धधातुकः. सार्वधातुकप्रत्ययः शत्रुप्रत्ययः, किन्तु अपित् प्रत्ययः इत्युक्ते पित्वं नास्ति इति कारणतः अत्र गुणः नास्ति भवति. अपि च अयं धातुः तुदादिगणीयधातुः. तुदादिगणे शा विकरणप्रत्ययः अस्ति इति कारणतः तत्र निद्वद्भूत्वा, भगिनी उक्तवती एव, निद्वद्भूत्वा गुणनिषेधः भवति इति कृत्वा लट्लकाररूपं कुचति, कुचति, कुचतः, कुचन्ति इति रूपाणि भवन्ति. तस्य शरीरम् अपि सङ्कुचत् गतम्. अस्मिन् वाक्ये शरीरं स्थाने देहः कायः इत्यादि पदानि सन्ति चेत् तत्र शरीरः, तस्य शरीरः अपि सङ्कुचन् गतम् इति भवति. शरीरः अथवा कायः पूर्णतया वाक्यं परिवर्त्य वदतु. तस्य शरीरं, शरीरमेव, तस्य शरीरम् अपि सङ्कुचन् गतम्. देहः कायः तस्य देहम् अपि सङ्कुचन् तत्र सङ्कुचत् इति तत्र सङ्कुचत् इति नपुंसकलिङ्गे गम् इति धातु. चिन्ता मास्तु, अत्र शरीरं उत्तमो गतः. अस्तु अस्तु. देहः, तस्य देहः सङ्कुचन् गतः इति भवति. एतावता अत्र शरीरम् इत्यस्य स्थाने बहवः पर्यायवाचिनः शब्दाः सन्ति. वपुः इति पदमपि नपुंसकलिङ्गपदं. शरीरं नपुंसकलिङ्गपदं, वपुः इति नपुंसकलिङ्गपदं. वपुः सङ्कुचत् गतं, देहः सङ्कुचन् गतः. किन्तु स्त्रीलिङ्गपदं योजयित्वा वक्तुमिच्छामश्चेत् तनुः, तनुः इति स्त्रीलिङ्गपदम्. इदानीं वदतु. तनुः अपि सङ्कुच् तत्र कुर्वन् कुर्वति अस्ति. सङ्कुच् भ्रमः जातः अद्य भगिनी. सङ्कुचति गता भवति वा? सङ्कुचन्ति गता. उत्तमं. सङ्कुचन्ति गता. चिन्ता मास्तु भगिनि, केवलं वयं चिन्तनं कुर्मः, चिन्ता मास्तु. तनुः इति स्त्रीलिङ्गपदमस्ति इति कृत्वा अत्र शरीरम् इत्यस्य स्थाने तनुः योजयित्वा वदामश्चेत् तनुः सङ्कुचती गता अथवा तनुः सङ्कुचन्ती गता. इत्युक्ते अत्र तुदादिगणे विकल्पेन नुमागमः भवति स्त्रीलिङ्गसत्रन्तरूपेषु. स्त्रीलिङ्गसत्रन्तरूपेषु तुदादिगणे विकल्पेन नुमागमः भवति इति कृत्वा सङ्कुचति एकं रूपं, सङ्कुचन्ती अन्यत् रूपं भवति. तत्र स्त्रीलिङ्गपदमस्ति इति कृत्वा गता इति वक्तव्यमस्ति. भगिनि, तत्र तुदादिगणे एव ईदृशः कार्यं भवति यत्र रूपद्वयं भवति, नकार अस्ति अपि च विना नकार. उत्तमं. कुचति कुचन्ति इति रूपद्वयं सिद्ध्यति सत्रन्तरूपेषु स्त्रीलिङ्गे. तत्र एकं सूत्रमस्ति आचि नद्योर्नुम् इति सूत्रेण नुमागमः विकल्पेन भूत्वा कुचति इति एकं रूपं, कुचन्ति इति अन्यत् रूपम् अस्ति. साधु भगिनि, अत्र सूर्यकुमारी भगिनी भवती वदतु. प्रश्नः अस्ति भगिनि, सङ्कोचः इति कथं निष्पन्नं भवति? तत्र सङ्को अस्ति, कुच् धातोः रूपमेव कोचः. घञ् प्रत्ययः कीदृशः? घञ् प्रत्ययः तिङ् नास्ति, षित् नास्ति, आर्धधातुकप्रत्ययः. आर्धधातुकप्रत्ययः चेदपि तत्र कित्वं, गित्वं, नित्वं नास्ति चेत् गुणः भवति. कुच् धातुः कीदृशः? उदुपधधातुः. उदुपधधातुः अस्ति इति कृत्वा तत्र कित्वं, गित्वं, नित्वं नास्ति चेत् गुणः भवति एव. धातोः परं कीदृशप्रत्ययः अस्ति? प्रत्ययः सार्वधातुकः वा, अर्धधातुकः वा, कित् अस्ति वा, नित् अस्ति वा, एतत् सर्वं प्रत्ययस्य स्वभावः कः इति आदौ द्रष्टव्यम्. तत्र प्रत्ययाः सार्वधातुकाः सन्ति, अर्धधातुकाः सन्ति, तिङ्गः सन्ति, कृत् प्रत्ययाः सन्ति. इत्युक्ते अन्ततो गत्वा प्रत्ययः कीदृशः, तस्य स्वभावः कः इति ज्ञातव्यं. कुच् धातोः रूपमेव कोचः, आदौ उपसर्गं योजयामश्चेत् सङ्कोचः. आं भगिनि, धन्यवादः. सूर्यकुमारी भगिनी वदतु. भगिनि, अन्ते सः जिल्लिका इव लघुशरीरः जातः. अन्ते सप्तमे सः प्रातिपदिकं पुल्लिङ्गः, जिल्लिका इव जिल्लिका स्त्रीलिङ्गपदम् इव लघुशरीरः जातः. सः अन्ते सः लघुशरीरः जातः. सदृश् जिल्लिका सदृश्. उत्तमम्. अत्र जिल्लिका इत्युक्ते किं दृष्टवती वा भगिनि? कोऽपि वदतु, जिल्लिका इत्युक्ते कीटः इति अर्थे भवति इति मन्ये. क्रिकेट्. क्रिकेट्. अस्तु. जिल्लिका इव सः लघुशरीरः जातः. कः, कस्मिन् प्रसङ्गे वदन् अस्ति अत्र? सः इत्युक्ते अत्र कः? राक्षसः, पिशाचः. पिशाचः. अत्र पश्यतु, शरीरम् इति नपुंसकलिङ्गपदमस्ति, किन्तु अत्र लघुशरीरः इति लिखितमस्ति. एतत् पदम् अवलोक्य भवत्याः अवगमनं किं, किमर्थम् अत्र पुंलिङ्गे दत्तमस्ति? पिशाचः अस्ति चेत्. उत्तमम्. किञ्चित् तत्र जातिकमस्ति, समस्तपदमस्ति. लघु भगिनी, अहं वदामि, गोमती अस्मि. गोमती भगिनी विलम्बेन आगतवती. भगिनी विलम्बेन आगतवती, क्षम्यताम्. लघुशरीरः बहुव्रीहि समासः अस्ति. लघु शरीरं यस्य सः, शरीरस्य इट्स् नाट् अबौट् शरीर, इट् इस् नाट् अबौट् अन्यपदप्रधानम्. अतः पुल्लिङ्गः बहुव्रीहि समासे अन्यपदप्रधानं. लघुशरीरः यथा भगिन्या उक्तं, समस्तपदमस्ति. शरीरम् इति पदं नपुंसकलिङ्गपदं, किन्तु लघुशरीरः इति पदं समस्तपदम्। अत्र भगिनी उक्तवती अस्मिन् पदे बहुव्रीहिसमासः अस्ति। बहुव्रीहिसमासयुक्तं पदम् अन्यपदस्य विशेषणं भवति। अत्र पिशाचस्य विशेषणं लघुशरीरः, पिशाचः कीदृशः जातः, लघुशरीरः जातः। अत्र लघु शरीरं यस्य सः इति विग्रहवाक्यं वक्तव्यं भवति। यद्यपि शरीरं नपुंसकलिङ्गपदमस्ति तथापि अत्र लघुशरीरः इति अन्यपद पुंलिङ्गपदमस्ति। बहुव्रीहिसमासस्य प्रसङ्गे अन्यपदप्राधान्यं वर्तते, इत्युक्ते अत्र लघुशब्दस्य प्राधान्यं नास्ति, शरीरशब्दस्य प्राधान्यं नास्ति, अन्यपदस्य प्राधान्यमस्ति। अत्र अन्यपदं किम् इत्युक्ते पिशाचः, लघुशरीरः इति अन्यपदप्राधान्यं वर्तते इति कृत्वा बहुव्रीहिसमासयुक्तं पदमस्ति। अस्मिन् वाक्ये अपि कर्मपदं नास्ति। सः लघुशरीरः जातः। अग्रे वदतु। जातः जन्तातु क्ताप्रत्ययः पुल्लिङ्गः जातः, तदा जातः आसीत्। तदा श्रीकृष्णः तं स्वस्य उत्तरीयस्य अञ्चले बद्धवान्। तदा इदानीं श्रीकृष्णः प्रथमपुरुषः एकवचनं तं पिशाचं स्वस्य अहं चिन्तयामि स्वस्य कृष्णस्य उत्तरीयस्य अञ्चले बद्धवान्। अञ्चले न जानामि भगिनि। अञ्चलः इति पुंलिङ्गपदमस्ति, तत्र सप्तमी रूपम् अत्र दत्तमस्ति। अञ्चले समस्तपदं नास्ति, केवलं धातुतः निर्मितं पदमेव अञ्चलः इति पुंलिङ्गशब्दः। किन्तु अत्र उत्तरीयम् इति नपुंसकलिङ्गपदमस्ति। उत्तरीयस्य अञ्चले बद्धवान्। बद्धवान् प्रसङ्गे वदतु। बन्धातु सवतु, न लोपः भवति दकारान्त बन्ध नकारलोपः भवति। उत्तमं भगिनि, सम्यक् स्मारितवती। धातुः बन्ध, बन्ध धातुः अस्ति, तस्य लट्लकाररूपं बध्नाति, बध्नाति इति वदनेन तत्र क्रयादिगणीयधातुः इति वक्तुं शक्नुमः। बध्नाति लट्लकाररूपं, किन्तु अत्र बद्धवान् इति अस्ति, इत्युक्ते तत्र नकारः कुत्र गतः वदतु। न सम्यक् जानामि भगिनि। गोमती भगिनी वदतु। अहं न जानामि भगिनि, प्रक्रिया न जानामि। चिन्ता मास्तु, किञ्चित् वदामि। धातुः बन्ध अस्ति, कित् अस्ति चेत् लोपः भवति। तदेव तत्र बन्धधातुः अस्ति। इदं रूपं कीदृशं रूपं? क्तवतु प्रत्ययान्तवतु। बद्धवान् इति पदं क्तवतु रूपमस्ति, प्रातिपदिकमस्ति बद्धवत्। अत्र बद्धवत् इति रूपं साधयितुं बन्धुधातुं स्वीकुर्मः। क्तवतु प्रत्ययः कित् अस्ति, कित् प्रत्ययः इत्युक्ते ककारः इति संज्ञकः अस्ति इति कृत्वा तत्र अनिदितां हल उपधायाक्निति इति एकं सूत्रमस्ति। अनिदितां हल उपधायाक्निति इति इत्युक्ते कित् प्रत्यये परे नकारलोपः भवति इति इदं सूत्रं वदति, इत्युक्ते धातोः नकारलोपः कित् प्रत्यये परे भवति, कित् प्रत्यये परे एव भवति। पश्यन्तु अत्र बन्धधातुतः क्तान्तरूपं बद्ध, क्तवत्वन्तरूपं बद्धवान् इत्युक्ते तत्र कित् प्रत्ययाः एते क्तवतु क्तान्तप्रत्ययेषु ककारहितसंज्ञकः अस्ति इति कृत्वा तेषु रूपेषु नकारलोपः भवति। किन्तु ल्युडन्तं पदं पश्यामश्चेत् बन्धनं, बन्धनम् इति रूपं भवति, तत्र नकारलोपः न भवति। किति प्रत्यये परे नकारलोपः दृश्यते। उत्तरीयम् इत्युक्ते उपरितनवस्त्रम्। अञ्चले अत्रापि परसवर्णः अभवत्। पश्यन्तु पदं कीदृशरीत्या लिखितमस्ति, अञ्चलः साधु भगिनि. इदानीं वेदा भगिनी भवती करोतु. प्रातः यदा ते प्रस्थिताः तदा सात्यकिः बलरामः च पिशाचेन सह रात्रौ सञ्जातस्य मल्लयुद्धस्य वर्णनं कृतवन्तौ. प्रातः अव्ययपदं प्रातः वा अव्ययम् रेफान्तव्ययम्. यदा ते इत्युक्ते ते सर्वे कृष्णः सात्यकी बलरामः ते सर्वे प्रस्थिताः इति किमस्ति स्थित प्र उपसर्गपूर्वक स्थादातु वा प्रस्थिताः उत्तमम्. अत्र प्रत्ययः कः? प्रस्थिताः इत्युक्ते प्रस्थिताः प्रस्थिताः त प्रत्यय वा इत प्रत्यय वा? अहं पूर्वम् उक्तवती, किञ्चित् स्मारयामि. स्थाधातुः अस्ति, स्थाधातोः रूपमेव स्थिता. अत्र एकं विशिष्टं सूत्रमस्ति, द्यतिस्यति मा स्थामित्तिकिति. तेन सूत्रेण आकारान्तधातुः स्थाधातुः इकारादेशः भवति इति कृत्वा स्थितः स्थितवान् इत्यादीनि रूपाणि सिद्ध्यन्ति. अत्र पुनः एकवारं सूत्रं वदतु भगिनि. द्यतिस्यति मा स्थाम् इत्तिकिति. स्थाम् इति लिखितमस्ति सूत्रे. स्थाम् इत्युक्ते स्थाधातोः प्रसङ्गे इति अर्थः. इकारादेशः भवति. अग्रे वदतु. तदा सात्यकिः प्रस्थिताः तदा अव्ययम् अस्ति. सात्यकिः बलरामः प्रथम एकवचनं सात्यकिः बलरामः च पिशाचेन सह. पिशाचेन पिशाचः तस्य तृतीया विभक्ति एकवचनं. पिशाचेन सह सह इति अव्ययं. रात्रौ रात्रौ इत्युक्ते रात्री शब्दस्य सप्तमी विभक्ति सप्तमी विभक्ति. रात्रौ एकवचनं. सञ्जातस्य सञ्जातः सञ्जातस्य षष्ठी विभक्ति अस्ति. सञ्जातशब्दस्य षष्ठी विभक्ति. सञ्जातस्य संयोगः जन्धातुतः आयाति सञ्जातः. तस्य षष्ठी विभक्ति. सञ्जातस्य मल्लयुद्धस्य मल्लयुद्धं उपरि चर्चितवन्तः. मल्लयुद्धं तस्य मल्लयुद्धस्य षष्ठी विभक्ति. मल्लयुद्धस्य वर्णनं कृतवन्तौ. वर्णनं इति वर्णनं नपुंसकलिङ्गपदम् अस्ति वा? द्वितीया विभक्ति वा? कृतवन्तौ. मल्लयुद्धम् इति नपुंसकलिङ्गपदम् अस्ति. मल्लयुद्धमपि समस्तपदमेव. तत्र मल्लयुद्धम् इति षष्ट्यन्तं रूपं मल्लयुद्धस्य. अत्र वर्णनम् इति ल्युडन्तपदम् अस्ति. साधारणतया ल्युडन्तपदात् पूर्वं षष्ठीविभक्तेः प्रयोगः दृश्यते. अत्र सात्यकिः बलरामः च इति पृथक्तया लिखितमस्ति अस्मिन् परिच्छेदे, किन्तु अन्तिमवाक्ये समस्तपदं कृत्वा लिखितमस्ति सात्यकि बलरामौ. इत्युक्ते अस्माकम् अवगमनार्थम् अत्र पृथक्तया लिखितमस्ति. द्वन्द्वसमासम् अकृत्वा अत्र पृथक्तया व्यस्तप्रयोगः कृतः. इदमेव पदं समस्तपदं कृत्वा लिखामश्चेत् सात्यकि बलरामौ. कोऽपि वदति वा अत्र सात्यकि बलरामौ इत्यस्मिन् प्रसङ्गे सात्यकिः इति पदमेव पूर्वम् आगच्छेत् किमर्थम्? ज्येष्ठः वा बलरामस्य ज्येष्ठः वा सात्यकि? तथा न वक्तव्यं. बलराम इत्यस्मिन् अनेका च अस्ति इति कृत्वा वा? सः एकः विषयः. द्वन्द्वसमासस्य प्रसङ्गे कति पदार्थाः सन्ति इति आदौ द्रष्टव्यम्. अत्र पदार्थद्वयमस्ति सात्यकिः बलरामः. बलरामः इत्यस्मिन् बहवः अचवर्णाः सन्ति. अल्पाच्तरम् इति सूत्रेण सात्यकिः इति पूर्वं भवितुम् अर्हति, किन्तु अत्र एकं विशिष्टं सूत्रमस्ति. सात्यकिः इति पदं घीसंज्ञकशब्दः. घीसंज्ञकशब्दाः इत्युक्ते के इत्यपि ज्ञातव्यम्. इत्युक्ते यस्मिन् पदे ह्रस्व इकारः ह्रस्व उकारः अस्ति चेत् तस्य पदस्य घीसंज्ञा भवति. तादृशघीसंज्ञकपदम् अत्र अस्ति चेत् तत्पदं पूर्वं भवेत्. इत्युक्ते सात्यकिः इत्यस्मिन् पदे ह्रस्व इकारः अस्ति. हरिहरौ इति वदामश्चेत् हरिः इत्यस्मिन् पदे, हरः इत्यस्मिन् पदे अचुवर्णाः समानाः, द्वयोः पदयोः अचुवर्णाः समानाः, किन्तु हरिहरौ इति एव वक्तव्यं, हरहरि इति न वदामः. हरिश्च हरश्च इत्यस्मिन् सन्दर्भे हरिः इति पदमेव पूर्वं भवेत्. किमर्थं? तस्मिन् प्रसङ्गे हरिः अपि च हरः अनयोः हरिः इति शब्दः एव घिसंज्ञकशब्दः इति कृत्वा तत् पदं पूर्वं भवेत् इति कृत्वा तत्र द्वन्द्वसमासं कृत्वा हरिहरौ इति भवति. अत्रापि तादृशः नियमः एव वयं पठितवन्तः समासवर्गे. उपसर्जनं पूर्वं, गीताञ्जलिभगिनी वदतु, उपसर्जनं पूर्वम् इत्युक्ते किम्? यस्य उपसर्जनसंज्ञा भवति पूर्वनिपात इत्युक्ते प्रथमपदं भवति. तत्र एकम् अन्यत् सूत्रमपि अस्ति, उपसर्जनं पूर्वम् इति संज्ञासूत्रं, किन्तु अन्यत् सूत्रम् अस्ति, प्रथमानिर्दिष्टं उत्तमं, प्रथमानिर्दिष्टं प्रथमानिर्दिष्टं समास उपसर्जनम् इति विधिसूत्रमस्ति. यस्य प्रथमविभक्तिरूपं सूत्रे इत्युक्ते समाससूत्रे अस्ति तदेव उपसर्जनसंज्ञा. तदेव सात्यकिः इति पदम् एव पूर्वम् आगच्छेत् इति कृत्वा सात्यकबलरामौ इति भवति. पिशाचेन सह अत्रापि कारकविषयः अस्ति इत्युक्ते सहयुक्ते अप्रधाने इति सूत्रेण सह इति पदमस्ति चेत् तृतीया विभक्तिः स्यात्, उपपदतृतीया इति वदामः. पिशाचेन सह कारकतृतीया वयं जानीमः, किन्तु अत्र उपपदतृतीया अस्ति इति ज्ञातव्यं. सञ्जातस्य इत्यपि क्तान्तरूपमस्ति. सात्यकिः बलरामः च वर्णनं कृतवन्तौ इति लिखितमस्ति. अत्र च इत्यस्मिन् प्रसङ्गे वयं पूर्वमपि पठितवन्तः. अग्रिमं वाक्यं वदतु. तेन सञ्जातान् क्षतान् अपि दर्शितवन्तौ. तेन सञ्जातेन तत्र तेन तृतीया विभक्ति एकवचनं, ते सह तौ ते तन्ते तान् तेन तेन तृतीया एकवचनं तेन सञ्जातान् सञ्जातान् क्षतान् शतान् विशेषणविशेषणमस्ति तत्र. सञ्जातान् क्षतान् अपि दर्शितवन्तौ. किमस्ति क्षत शतशब्दस्य शतः वा शतः क्षतः तस्य द्वितीया बहुवचनरूपमस्ति द्वितीया विभक्त्या क्षतान् इत्युक्ते क्षताः इति पदस्य द्वितीया बहुवचनरूपमस्ति. अत्र किमर्थं कर्मपदमस्ति क्षतान्? दर्शितवन्तः अपि दर्शितवन्तः अस्ति तदेव वा सञ्जात दर्शितवन्तः वन्तौ अस्ति. द्विवचनं किमर्थं दर्शितवन्तौ? तेन सञ्जातान् शतान् अपि दर्शितवन्तौ. सात्यकी बलरामः द्वे जनाः सन्ति न तत्र, तदेव दर्शितवन्तौ. पूर्वस्मिन् वाक्ये कर्तृपदद्वयमस्ति, सात्यकिः बलरामः च, द्वयोः प्रसङ्गे उक्तमस्ति इति कृत्वा तौ द्वौ दर्शितवन्तौ. किञ्चित् वदतु दर्शितवन्तौ इति पदस्य प्रसङ्गे. दर्शितवन्तौ तस्य किं किं वदामि, धातु किं मूलधातु अत्र तत्र दर्शनं दर्शितवन्तौ दर्शनं किमस्ति न स्मरामि भगिनि. तत्र तु णिजन्त अस्ति दृष्टातोः, दृश्योगः अणिच्योगः तस्य लट्लकाररूपम् अस्ति. दृश् इत्यस्य अणिच् इत्यनेन गुणः भवति, उपधायां गुणः भवति. रु इस् अस्ति वाट् इस् देट् पुगन्तलघुपदस्य च इत्यनेन दर्श् इति भवति. अपि च दर्श योगः तस्य लट्लकाररूपं सोरि दर्शि इति भवति. प्रथमतः वदामि, दृश् योगः णिच् अस्ति, तत्र पुगन्तौ लघुपदस्य च इत्यनेन दर्श् दृ इत्यस्य अर् भूत्वा दर्श् इति भवति. दर्श् योगः णिच् दर्शी इति भवति. दर्शीयोगः लट्लकारे दर्शीयोगः शप् योगः ति इति अस्ति, अतः शप् इति गुणप्रवर्तकः अस्ति इत्यनेन इति कारणात् दर्शे इति भवति. दर्शे योगः अयोगः ति, तत्र एचोयवायावः इत्यनेन दर्शय इति भवति. दर्शय योगः अयोगः ति, अन्तिमरूपं दर्शयति इति भवति. उत्तमं भगिनी. दृश् धातुः अस्ति, औपदेशिकः दृशिर् अस्ति, इरः इति संज्ञा वाच्या इत्यनेन इर् इत्यस्य इति संज्ञा भूत्वा दृश् तत्र तिष्ठति. लौकिकधातुः दृश्योगः णिच्, णिच् इत्यस्मात् इकारः आयाति. णिच् प्रत्ययः आर्धधातुकप्रत्ययः चेदपि अत्र धातुः दृश् दृश् इति कथनेन हलन्तधातुः उपधायां ऋकारः अस्ति इति कृत्वा पुगन्तलघुपधस्य च सूत्रेण एव आर्धधातुकप्रत्ययः णिच् अस्ति चेदपि अत्र पुगन्तलघुपधस्य च इत्यनेन गुणः भवति इति कृत्वा दृश् दर्श् भवति. णिच् इत्यस्मात् ईकारः आगतः दर्शि, दर्शि इति नूतनधातुः, दर्शि इत्यस्मात् दर्शयति इति रूपं णिजन्तरूपं सिद्ध्यति. तत् किन्तु अत्र दर्शितवान्, दर्शितवन्तौ, दर्शितवन्तः इति तवत्वन्तरूपं दत्तमस्ति. अणिजन्तरूपम् इत्युक्ते णिच् न योजितं चेत् दृष्टवान्, दृष्टवान्, दृष्टवन्तौ, दृष्टवन्तः. साधु भगिनी, अग्रे गोमती भगिनी भवती करोतु. श्रीकृष्णः हसन् पिशाचम् उत्तरीयस्य अञ्चलतः निष्कास्य करतले स्थापितवान्, उक्तवान् च एषः अस्ति क्रोधपिशाचः, एतस्य प्रकृतिः एषा अस्ति, प्रत्युत्तरदानेन एषः वर्धते, उग्रतां च प्राप्नोति, किन्तु यदि उपेक्षां कुर्मः तर्हि सः स्वयमेव दुर्बलः भवति, लघुरूपं प्राप्नोति इति. श्रीकृष्णः श्रीकृष्णः कर्ता अस्ति अत्र. हसन् शतरङ्गरूपं हस धातोः शत्र योजयित्वा पुल्लिङ्ग एकवचनशब्दं, पिशाचं पिशाचम् उत्तरीयस्य अञ्चलतः, श्रीकृष्णस्य उत्तरीयस्य अञ्चलात् निष्कास्य लबन्धं मि उपसर्गः पूर्वकः असुधातु न जानामि भगिनि निष्कास्य अहं किं चिन्तयामि इत्युक्ते निस् इति उपसर्गः अस्ति, कस् धातुः अस्ति, कस् धातुः दन्त्यसकारः अस्ति इत्युक्ते कस् इति धातौ दन्त्यसकारः अस्ति. एकः अन्यधातुः अपि अस्ति कश्, तत्र तालव्यसकारः अस्ति इत्युक्ते अत्र कस् इत्यस्मिन् दन्त्यसकारः अस्ति. किन्तु वयं सर्वे जानीमः काशी इति पदमस्ति, काशी इत्यस्मिन् पदे तत्र तालव्यसकारः अस्ति तत्र धातोः रूपे, कश् इति धातुः तत्र काशी इत्यस्मिन् पदे, किन्तु अत्र कस् दन्त्यसकारः अस्ति. वयं सर्वे जानीमः वि उपसर्गपूर्वकः कस् धातोः रूपमेव विकासः, किन्तु प्रकाशः, प्रकाशः इति कथनेन प्र उपसर्गपूर्वकः काश् धातुः, काश् इति कथनेन तत्र तालव्यशकारः अस्ति. अत्र तु निष्काश्य इति निस् योगः कश् योगः, णिच्यपि अस्ति ल्यप्, निष्काशनम् इत्युक्ते बहिष्करणं, बहिष्कृतं, बहिः प्रेषणम् इत्यादीनि पदानि इत्युक्ते एक्स्पेलिङ्ग्. कं निष्कासितवान् वदतु. पिशाचं निष्कासितवान्, पिशाचं सः अञ्चलतः निष्कासितवान्, करतले स्थापितवान्. निष्कास्य इति पदं दत्तमस्ति, किन्तु विकस्य साधारणतया विकसति, विकसनम् इति पदमस्ति, तत्र कस् धातोः रूपमेव. पुष्पं विकसति विकसनम् इत्यादीनि पदानि अस्य धातोः रूपाणि एव. किन्तु अत्र ल्यबन्तं पदमस्ति, बहिष्कृतं दूरीकृतम् इत्यादीनि पदानि योजयितुं शक्नुमः. अग्रे वदतु. करतले स्थापितवान्, करस्य उपरि सः पिशाचं स्थापितवान्. स्थापितवान् इत्युक्ते तत्र वदतु, अत्र स्थापितवान् कथं सिद्ध्यति? धातुः स्थापितवान् तदतु रूपमेव प्रथमविभक्ति पुरुषवचनम् एकवचनं पुल्लिङ्गं अत्र स्थाधातुः अस्ति. स्थाधातुतः आकारान्तधातुः अस्ति इति कृत्वा अर्ति ह्रीव्लि क्नुयीक्ष्मायातां पुङ्णौ इति सूत्रेण पुक् आगमः भवति. पुक् आगमः भवति इति कृत्वा स्थाधातोः णिजन्तरूपं स्थापयति. स्थापयति इति णिजन्तरूपम् अस्ति. अत्र क्तवत्वन्तरूपं स्थापितवान् इति रूपम् अस्ति. इत्युक्ते णिच् सहितं रूपम्. अत्र णिच् नास्ति चेत् स्थितवान् भवति. णिच् नास्ति चेत् स्थितवान्. अत्र णिच् रूपम् अस्ति इति कृत्वा स्थापितवान्. अग्रे वदतु. क्षम्यतां भगिनी, गतवर्गे भवती उक्तवती स्थापितवान् पूकागमविषये सूत्रं सर्वं भवती उक्तवती. क्षम्यतां, चिन्ता मास्तु. उक्तवान् च श्रीकृष्णः सात्यकी बलरामौ उक्तवान् च. उक्तवान् इत्युक्ते वच् धातोः भवतु रूपं. वच् सम्प्रसारणं भूत्वा उकारं भवति. अनन्तरं चोः कुः इति सूत्रेण ककारम् आगच्छति. अनन्तरं तवतु उक्तवत् इति भवति प्रातिपदिकम्. उक्तवान् इति प्रथमपुरुष एकवचनं पुल्लिङ्गपदम् उत्तम. क्रोधपिशाचः इति समस्तपदमेव सम्यक्तया ज्ञातव्यं. क्रोधः एव पिशाचः इति वक्तव्यं वा, नो चेत् क्रोधः पिशाचः इव इति वक्तव्यं वा इति अहमपि न जानामि. अग्रे सरेम. अत्र प्रकृतिः इति पदमस्ति. भवती वदतु, प्रकृतिः इति कीदृशं पदम्? तस्य पूर्वम् एषः अस्ति क्रोधपिशाचः, तदपि श्रीकृष्णः वदति एषः अस्ति. सः उत्तरीयस्य अञ्चलतः निष्कास्य तौ दर्शितवान् एषः क्रोधपिशाचः इति. अनन्तरं सः वदति एतस्य प्रकृतिः एषा अस्ति. एतस्य प्रकृतिः सः क्रोधपिशाचस्य विषये उक्तवान्. एतस्य क्रोधपिशाचस्य प्रकृतिः इत्युक्ते स्वभावः, स्वस्य भावः. क्रोधपिशाचस्य भावः एषा अस्ति. तद् सः प्रत्युत्तरदानेन सः वर्धते, उग्रतां च प्राप्नोति. सात्विके बलरामौ पिशाचम् उत्तरं मल्लयुद्धं यदा अकुर्वत तदा तस्य प्रश्नस्य उत्तरमपि दत्त्वा युद्धं कृतवन्तौ. तेन कारणेन क्रोधपिशाचः पिशाचस्य रूपं रूपस्य वर्धनम् अभवत्. अनन्तरं सः उग्रतामपि प्राप्नोति इति कृष्णः वदति. इतोपि किं ज्ञातव्यम् इत्युक्ते प्रकृतिः इति पदं प्र उपसर्गपूर्वकः क्रू धातुतः क्तिन् इति प्रत्ययस्य योजनेन सिद्ध्यति. भगिनी उक्तवती एव, प्रकृतिः इत्युक्ते स्वभावः. निजस्वरूपम् इति वक्तुं शक्नुमः. प्रकृतिः एषा अस्ति, तस्मिन् स्थाने स्वभावः इति पदं योजयित्वा वदतु. एतस्य स्वभावः एषः अस्ति, प्रत्युत्तरदानेन एषः वर्धते. अत्र प्रत्युत्तरम् इति पदं दत्तमस्ति. अत्र प्रत्युत्तरम् इति पदमपि समस्तपदमेव. प्रत्येकम् इति कथनेन एकम् एकं प्रति इति विग्रहवाक्यं भवति. तत्र अव्ययीभावसमासः भवति. तथा एव प्रतिगृहं, प्रतिदिनम् इत्यादिषु पदेषु प्रतिदिनम् इति कथनेन दिनं दिनं प्रति इति विग्रहवाक्यं भवति. तत्र अव्ययीभावसमासः भवति. अत्रापि तादृशं चिन्तनमेव भवति इति मन्ये. अत्र उत्तरम् उत्तरं प्रति प्रत्युत्तरम् इति भवति. साधारणतया समस्तपदेषु सन्धिः नित्यः इति कृत्वा प्रतियोगः उत्तरम्. अत्र कीदृशसन्धिः भवति? यण्सन्धिः भवति. साधु भगिनि, तत्र दानं दानम् इति पदमस्ति. दानमपि ल्युडन्तं पदमेव. अत्र वर्धते, वर्धते इति वृद्धधातोः रूपमस्ति. वृद्धधातुः अकर्मकः इति कृत्वा अत्र वाक्यं पश्यन्तु पुनः किं लिखितमस्ति. प्रत्युत्तरदानेन वर्धते, प्रत्युत्तरदानेन क्रोधः वर्धते. अस्मिन् वाक्ये कर्मपदं नास्ति. किमर्थं चेत् अत्र वृद्ध धातुः अकर्मकधातुः इति कृत्वा अस्मिन् वाक्ये कर्मपदं नास्ति. किन्तु प्राप्नोति, तत्र वदतु. प्रा उपसर्गपूर्वकः, आप् धातु लेटर् रूपमस्ति. धन्यवादाः भगिनी, साधु उक्तवती. शुभदा भगिनी, प्राप्नोति किञ्चित् वदतु. अत्र किं भवति? प्राप्नोति प्र उपसर्गपूर्वकः आप् धातुः स्वादिगणीय अस्ति, अतः नु इति तस्य विकरणप्रत्ययः. प्रयोगः अप्योगः नु योगः ति लट्लकाररूपं. नु इति श्नु अस्ति, पूर्वमिति श्नु अस्ति, अतः तस्य तत्पश्चात् तस्य ति इति तिङ् प्रत्ययः अस्ति, तत्तु तिप् अस्ति, अतः गुणप्रवर्तकः अस्ति. अतः प्रयोगः आप् योगः नु यत् अस्ति, न नु इत्यस्य नो भवति गुणभूत्वा. अतः प्रयोगः आप् योगः नो योगः ति प्राप्नोति इति रूपं भवति. उत्तमं, तदेव. इत्युक्ते अत्र आप् धातुः पञ्चमगणीयः, इत्युक्ते स्वादिगणीयः. स्वादिगणे स्वादिभ्यः श्नुः इति सूत्रेण श्नु इति विकरणप्रत्ययः आयाति. श्नु इत्यस्मात् नु तत्र तिष्ठति. नु इत्यस्मिन् नकारः उकारः अस्ति इति कृत्वा. अन्ते तिप् प्रत्ययः अस्ति. तिप् प्रत्ययः सार्वधातुकः, तिंशित् सार्वधातुकम् इत्यनेन. नु उकारस्य गुणः भूत्वा ओकारः भवति. प्राप्नोति इति रूपं तत्र सिद्ध्यति. आप् धातोः रूपम् अयं धातुः सकर्मकः इति कृत्वा उग्रतां प्राप्नोति. उग्रता इति पदं वयं सर्वे जानीमः. तत्र तल् इति एकः तद्धितप्रत्ययः अस्ति. उग्रता, मधुरता, कृशता, लघुता इत्यादीनि पदानि. तस्मिन्नेव स्थाने उग्रत्वम् इति अपि योजयितुं शक्नुमः. किन्तु शय्यन्तं रूपं योजयितुम् इच्छामश्चेत् औग्र्यम्, उग्रस्य भावः उग्रता, उग्रस्य भावः उग्रत्वम्, उग्रस्य भावः औग्र्यम्. क्रोधः प्रत्युत्तरदानेन उग्रतां प्राप्नोति. उग्रता इति तद्धितप्रत्ययान्तपदम् अस्ति. दर्शना भगिनी वदतु. किन्तु यदि उपेक्षां कुर्मः तर्हि सः स्वयमेव दुर्बलः भवति, लघुरूपं प्राप्नोति इति. तर्हि क्रोधपिशाचस्य विषयः अत्र. किन्तु यदि उपेक्षां तर्हि क्रोधपिशाचस्य इत्युक्ते यदि कोऽपि क्रोधं करोति तर्हि तस्य उपेक्षां कुर्मः चेत् उपेक्षां त्रिमुङ्गे अस्ति द्वितीयावचनं, क्षम्यतां द्वितीया विभक्तिः. किन्तु अव्ययं यदि अव्ययम् उपेक्षां कुर्मः इति किं तत् लट्लकारे क्रीधातु बहुवचनं उत्तमकुरुत्वं तर्हि अव्ययं सः इत्युक्ते तत् क्रोधः प्रकाशः सः तद् शब्दस्य तद् शब्दस्य प्रथमाविभक्ति एकवचनं स्वयम् एव स्वयं द्वितीयाविभक्ति एव अव्ययं दुर्बल स्वयम् अपि पुंलिङ्गे दुर्बलः भवति दुर्बलः पुंलिङ्गे प्रथमाविभक्ति एकवचनं भवति भूधातु भूधातुः लघुरूपं प्राप्नोति तत्र केवलं लघुरूपं द्वितीया तत्र द्वितीया विभक्ति एकवचनं रूपं रूपः तर्हि पुल्लिङ्गशब्दः अस्ति प्राप्नोति तत्र उपसर्गः आप्तात् इदानीं चर्चितवन्तः तावत् एव इति अव्ययः उत्तमं भगिनि साधु उक्तवती अस्तु अत्र इतोपि के के विषयाः सन्ति इति परिशीलयामश्चेत् अस्मिन् वाक्ये यदि तर्हि प्रयोगः अस्ति पश्यन्तु यदि उपेक्षां कुर्मः तर्हि स्वयमेव दुर्बलः भवति सः क्रोधः अस्मिन् प्रसङ्गे ज्ञातव्याः अंशाः केचन सन्ति यदि तर्हि इति प्रयोगः साधु चेत् तर्हि प्रयोगः साधु चेत् इति प्रयोगः साधु यदि उपेक्षां कुर्मः तर्हि सः दुर्बलः भवति वाक्यं साधु उपेक्षां कुर्मः चेत् सः दुर्बलः भवति इत्युक्ते अस्मिन् वाक्ये चेत् प्रयोगः भवति चेत् प्रयोगः साधु चेत् तर्हि प्रयोगः साधु इत्युक्ते उपेक्षां कुर्मः चेत् तर्हि स्वयमेव दुर्बलः भवति इति अपि साधु किन्तु यदि चेत् प्रयोगः असाधु इति वक्तुमिच्छामि प्रयोगत्रयं कर्तुं शक्यते यदि तर्हि प्रयोगः केवलं चेत् प्रयोगः चेत् तर्हि प्रयोगः एते त्रयः साधुप्रयोगाः एव किन्तु यदि चेत् इति असाधुप्रयोगः इति एकः विषयः उपेक्षा इति पदमस्ति उपसर्गपूर्वकः ईक्षधातोः रूपम् ईक्षते इति वयं जानीमः उपेक्षा इत्युक्ते औदासीन्यम् औदासीन्यम् इति अन्यत् पदमस्ति उपेक्षा इत्यस्य स्थाने औदासीन्यम् इति पदं तद्धितप्रत्ययान्तपदम् उदासीनस्य भावः औदासीन्यम् उदासीनः इति पदं कोऽपि तत्र ऊहां कुर्वन्तु कीदृशं पदम् उदासीनः कोऽपि वदतु तत्र किञ्चित् वैशिष्ट्यम् अस्ति तस्मिन् पदे उदासीनः उदासीनस्य भावः औदासीन्यम् उदासीनः समासः किञ्चित् वदामि तस्मिन् प्रसङ्गे उपेक्षा इत्युक्ते औदासीन्यम् इति उक्तवती किन्तु औदासीन्यम् इत्युक्ते उदासीनस्य भावः औदासीन्यं किन्तु उदासीनः इति कीदृशं पदम् इति ज्ञातव्यम् उदासीनः इति शाणजन्तं पदं यथा वन्द् धातोः रूपं वन्दमान वृत् धातोः रूपं वर्तमान इव अत्र आस् धातोः रूपम् आसीन तत्र विशिष्टं सूत्रमस्ति उत् उपसर्गपूर्वकः आस् धातुतः शाणच् प्रत्ययस्य योजनेन आसीन इति पदं सिद्ध्यति तत्र आस् धातुः अदादिगणे अस्ति उपवेशने इत्यस्मिन् अर्थे आस्ते आसाते आसते इत्यादीनि लट्लकाररूपाणि सिद्ध्यन्ति अदादिगणे सन्ति अत्र आस् धातुतः ल्युट् प्रत्ययस्य योजनेन आसनम् इति पदं सिद्ध्यति किन्तु आस् धातुतः शाणच् प्रत्ययस्य योजनेन आसीनः इति पदं तत्र आसीनः इति किमर्थं भवति ईकारः किमर्थम् आयाति इति प्रश्नः उदेति धातुः आत्मनेपदे अस्ति चेत् शाणजन्तरूपं सिद्ध्यति इति वयं सर्वे जानीमः एव वर्तमान वन्दमान इत्यादीनि पदानि सन्ति किन्तु अत्र आस् धातोः रूपम् आसीनः इति पदमस्ति किमर्थं चेत् तत्र एकं विशिष्टं सूत्रमस्ति ईदासः ईत् आसः पदविच्छेदं कुर्मः चेत् ईत् आसः शाणच् इति कथनेन चकारः अपगच्छति तालव्यशकारः अपगच्छति आन एव अवशिष्यते. आन शब्दस्य ईकारादेशः भवति इति कृत्वा आसीनः इति पदं शाणजन्तं पदं तत्र उत् उपसर्गं योजयामः. तत्र उत् योगः आसीनः उदासीनः इत्युक्ते यः उपेक्षां करोति सः उदासीनः इति तत्र विषयः. अस्मिन् वाक्ये दुर्बलः इति पदमस्ति. दुर्बलः इत्युक्ते कृशः अथवा स्वल्पबलान्वितः इति पदद्वयं योजयितुं शक्नुमः. साधारणतया अबलः इति कथनेन तत्र गोमती भगिनी वदतु, अबलः इत्यस्मिन् पदे विग्रहवाक्यं कथं भवति? अबलः अथवा निर्बलः? अबलः यस्य बलं बलं नास्ति. नैतत्पुरुषसमासः अबलः. गोमती भगिनी वदतु. यस्य बलं नास्ति तदा अबलः. नास्ति बलं यस्य सः इति नै बहुव्रीहिसमासः अबलः इति पदमस्ति चेत् तत्र पुंलिङ्गशब्दः भवति. अबलः कः? कोऽपि पुरुषः अबलः इत्युक्ते नास्ति बलं यस्य सः. नै बहुव्रीहिसमासः भवति, किन्तु अबला इति कथनेन स्त्रीलिङ्गपदं भवति. तत्र विग्रहवाक्यं नास्ति बलं यस्याः सा इति वक्तव्यमस्ति. इत्युक्ते समस्तपदम् अनुसृत्य विग्रहवाक्यं परिवर्त्य लेखनीयं भवति. एतत् पदम् अबलः इति पदं बहुव्रीहिसमासयुक्तं पदं. तथा एव निर्बलः इति कथनेन निर्गतं बलं यस्मात् सः इति वक्तव्यं. निर्गतं बलं यस्मात् सः इति वक्तव्यं. किन्तु अत्र दुर्बलः इति पदं दत्तमस्ति. अस्मिन् पदे अपि बहुव्रीहिसमासः एव अस्ति इति मम चिन्तनं. स्पष्टतया अहमपि न जानामि. पश्यन्तु अत्र सः लघुरूपं प्राप्नोति इति लिखितमस्ति. इदमेव वाक्यं परिवर्त्य लेखितुमिच्छामश्चेत् सः क्रोधपिशाचः लघुरूपः अभवत्. लघुरूपः इति अपि वक्तुं शक्यते. तत्र यद्यपि रूपम् इति नपुंसकलिङ्गपदमस्ति, किन्तु बहुव्रीहिसमासं कृत्वा वक्तुमिच्छामश्चेत् सः क्रोधपिशाचः लघुरूपः अभवत् इति वक्तुं शक्यते. इत्युक्ते अस्माकं विवक्षानुगुणं पदानि परिवर्त्य वाक्यानि लेखितुं शक्नुमः. अग्रे अरविन्द महोदय, भवान् अन्तिमं वाक्यं पठतु. क्रोधपिशाचस्य स्वरूपं तदा ज्ञातवन्तौ चात्यकी बलरामौ. क्रोधपिशाचस्य इति षष्ठी एकवचनं, क्रोधपिशाचः समस्तपदम् अस्ति. स्वरूपम् इति द्वितीय एकवचनं. तदा ज्ञातवन्तौ इति तव तु ज्ञाधातौ तव तु रूपमस्ति, द्विवचने अस्ति. सात्विकी बलरामौ इति कारणेन तत् सात्विकी बलरामौ समस्तपदमस्ति, द्विवचने अस्ति, द्विवचने अस्ति. उत्तमं, तदेव. किञ्चित् वक्तुम् इच्छामि. अस्य आख्यायिकस्य मूल अवगमनम् एतत् वक्तुमिच्छामि. यत्र यत्र क्रोधवान् भूत्वा कोऽपि अस्माकं पुरतः अस्ति चेत् प्रत्युत्तरदेनेन तस्य अहङ्कारस्य क्षतं भवति कृत्वा तस्य अहङ्कारस्य उत्सूर्जनं भवति एवम् उग्रतां प्राप्नोति. यदि वयं तितीक्षां स्वीकृत्य प्रत्युत्तरं न वदनेन एवम् उपेक्षां कुर्मः चेत् तस्य अहङ्कारस्य उत्सूर्जनम् एवं क्षतं न भवति कृत्वा सः दुर्लभः भवति. तदेव कथं क्रोधवान् पुरुषं कथं व्यवह्रियते इति अस्मिन् आख्यायिकां दत्तमस्ति. उत्तमं महोदय, इतोपि अत्र यदि अस्माकं कोऽपि कृतवान् रूप भूत्वा व्यवह्रियते चेत् तस्य प्रत्युत्तरं कदापि न दातव्यं एवं तितिक्षां भूत्वा तस्य प्रत्युत्तरं न देने न दत्तमस्ति चेत् तस्य क्रोधः शान्तः भवति. उत्तमं. महोदयेन एकं पदम् उक्तमस्ति, तितिक्षा. तितिक्षा इति पदमस्ति. तितिक्षा इति पदं सन्नन्तरूपं, तिज् धातोः रूपमेव. तत्र बुभुक्षा इव तितिक्षा इत्यपि सन् प्रत्ययान्तरूपमस्ति. रूपम् इति तु नपुंसकलिङ्गपदमेव. स्वरूपम् इत्युक्ते स्वभावः, निजस्वरूपं, स्वस्य रूपम् इत्यादीनि पदानि सन्ति. अपि च अहं पूर्वमेव उक्तवती सात्यकी बलरामौ. भवन्तः ज्ञातुमिच्छन्ति चेत् किञ्चित् उक्त्वा समापयामि. ग्रीष्मः च वसन्तः च इति पदद्वयमस्ति चेत् तत्र द्वन्द्वसमासं कुर्मः चेत् ग्रीष्मवसन्तौ इति भवति. तत्र वसन्त इत्यस्मिन् पदे बहवः अचुवर्णाः सन्ति इति कृत्वा तत्र अल्पाचितरम् इति सूत्रेण ग्रीष्म इति पदम् आदौ आयाति, वसन्त इति पदं पश्चात् आयाति. तदर्थं ग्रीष्मवसन्तौ इति भवति द्वन्द्वसमासं कुर्मः चेत्. द्वन्द्वसमासस्य प्रसङ्गे पदार्थद्वयमस्ति चेत् समस्तपदस्य रूपं द्विवचने भवति. अत्र सात्यकी बलरामौ इत्यस्मिन् सात्यकिः इति ह्रस्व इकारान्तशब्दः. एकं सूत्रमस्ति द्वन्द्वे घि सूत्रेण सात्यकिः इति पदस्य घिसंज्ञा अस्ति. सात्यकिः इति घिसंज्ञकशब्दः अस्ति इति कृत्वा तस्य पूर्वप्रयोगः भवेत्. घिसंज्ञा का इति अवगन्तुं तत्र एकं संज्ञासूत्रमस्ति शेषोघ्यसखि. शेषोघ्यसखि इति सूत्रेण तत्र घिसंज्ञा दीयते. सात्यकिः इति घिसंज्ञकशब्दः अस्ति. किन्तु द्वन्द्वसमासस्य प्रसङ्गे बहवः घिसंज्ञकशब्दाः सन्ति चेत् तत्र किं करणीयम् इति अपि प्रश्नः उदेति. तत्र उदाहरणम् उक्त्वा समापयामि. हरिश्च गुरुश्च हरश्च. हरिश्च गुरुश्च हरश्च इति त्रीणि पदानि सन्ति. हरिः, हरः, गुरुः इति त्रीणि पदानि सन्ति. तत्र हरिः इति घिसंज्ञकशब्दः, गुरुः अपि घिसंज्ञकशब्दः. इत्युक्ते ह्रस्व इकारान्तशब्दः ह्रस्व उकारान्तशब्दः अस्ति चेत् तत्र घिसंज्ञां प्राप्नोति इति. शेषोघ्यसखि सूत्रेण घिसंज्ञा भवति. किन्तु तत्र द्वन्द्वसमासप्रसङ्गे घिसंज्ञकशब्दः पूर्वम् आगच्छेत् इति नियमः अस्ति. किन्तु हरिः इति घिसंज्ञकशब्दः, गुरुः अपि घिसंज्ञकशब्दः. तस्मिन् प्रसङ्गे तत्र यः पूजनीयः अस्ति सः पूर्वम् आगच्छेत्. तत्र हरिः इति पूजनीयः अस्ति इति कृत्वा आदौ हरिः इति पदम् आगच्छेत्, तत्पश्चात् गुरुः इति घिसंज्ञकशब्दः तत्पश्चात् आयाति, अन्ते हरः इति पदम् आयाति इति कृत्वा हरिश्च गुरुश्च हरश्च इति त्रीणि पदानि स्वीकृत्य समस्तपदं निर्मामश्चेत् तत्र हरिगुरुहराः इति रूपमेव वक्तव्यम्. इत्युक्ते द्वन्द्वसमासस्य प्रसङ्गे एतादृशनियमाः सन्ति. कस्य पदस्य पूर्वप्रयोगः भवति इति अवगन्तुम् एते नियमाः ज्ञातव्याः. जस्ट् वाक्यद्वयम् एतस्यां कथायाः विषये. क्रोधस्य एतस्यां कथायां क्रोधस्य तुलना पिशाचेन सह कृतमस्ति. मीनिङ्ग् क्रोधाय पिशाचस्य उपमा दत्तमस्ति. अतः उपमानोत्तरपदसम्बन्धे वक्तुं शक्यते वा क्रोधः पिशाचः इव. क्रोधः पिशाचः इव एव तुलना अस्ति. इत्युक्ते क्रोधः पिशाचः इव अस्ति. पिशाचः यदा महोदय उक्तवान् सिंवि तावदेव. नथिङ्ग् मच्. उत्तमं. कथायाः प्रसङ्गे किञ्चित् वदतु. भवती किं चिन्तयति अत्र कथायाः सारः कः? सर्वे एकमेकं वाक्यम् उक्त्वा समापयामः. सर्वे वदन्तु एकमेकं वाक्यम्. सुजाता भगिनी, भवती किञ्चित् वदतु कथायाः सारः कः? एकस्मिन् समये श्रीकृष्णः बलरामः सात्यकी च विहारार्थं सम्पूर्णा कथा मास्तु, केवलं सारः कः, किं ज्ञातव्यम् अस्माभिः? गतवन्तः देन् मार्ग भ्रष्टा जातः, निबिडवने उपवेष्टव्यम् आपतितम्। नो चेत् भगिनी कथायाः सारं किञ्चित् लिखतु, भूमा भगिनी वदतु। वयं सर्वे क्रोधं त्यक्तव्यं, क्रोधः त्यक्तव्यः, त्यक्तव्यः। भवती अपि किञ्चित् सारं लिखतु गृहपाठरूपेण। दर्शना भगिनी वदतु। यदा अस्माकं पुरतः कोऽपि क्रोधः करोति चेत् तस्य उपेक्षां कुर्मः तर्हि तत् न्यूनं भवति, न्यूनः भवति। अपि च अस्माकं क्रोधः अपि यदि वयं क्रोधम् अनुभवामः तदा तस्य उपेक्षां यदि वयं कुर्मः तर्हि न्यूनं भूत्वा वयं किं नियन्त्रणं कर्तुं शक्नुमः। तदेव गीताञ्जलि भगिनी एकं वाक्यं वदतु, किञ्चित् भवती यत् चिन्तयति तद्वदतु। क्रोधः शान्त्या लघुः भवति। उत्तमम्। इतोपि गोमती भगिनी वदतु। लोभः मोहः क्रोधः एताः नाशमेव अस्माकं नाशमेव दे ब्रिङ्ग् ओन्ली नाशम्। सो क्रोधः त्यक्तव्यम्। उत्तमं। प्रिया भगिनी भवती वदतु। यदा कोऽपि क्रोधं इफ् एनिबडी इस् एङ्ग्रि क्रोधं जातं चेत् तस्य प्रत्युत्तरं न करणीयम्, अपि च तस्य उग्रता अपि उपेक्षणं करणीयम्। उत्तमं। शोभा भगिनी भवती वदतु। आं भगिनी, तत्र क्रोधस्य विषये अस्ति, किन्तु किञ्चित् विस्तारं कृत्वा वदामि। किमपि सन्दर्भे पुरतः यः कः अस्ति अथवा किं करोति वदति, एतत् स्वीकृत्य प्रतीकारं न करणीयं सर्वदा। किमर्थं चेत् ते सर्वे प्रतीकाराः वासनानाम् उत्पत्य उत्पत्य वर्तन्ते। सर्वदा किं समीचीनम् इति स्मारयित्वा वर्तनीयं प्रवर्तनीयम्। उत्तमं। वासनाः उत्पद्यन्ते। शुभदा भगिनी भवती वदतु किञ्चित्। परन्तु मम पार्श्वे एकं सुभाषितम् अस्ति भगिनी, तत्र किञ्चित् विपरीत अर्थमस्ति। नयेदर्थै क्रुद्धं चाञ्जलिकर्मणा, मूर्खं छन्दानुरोधेन, सज्जनं पुण्यकर्मभिः। एतादृशी विविधाः जनाः कथं तोषयितुं शक्यते। क्रुद्धं कोऽपि क्रुद्धः अस्ति चेत् तस्य च अञ्जलिकर्मणा, लैक् तस्य प्रार्थनेन एव तस्य क्रुद्धं क्रोधितः मनुष्यः शान्तं कर्तुं शक्यते इति तत् सुभाषितं वदति। क्रुद्धं चाञ्जलिकर्मणा इन्स्टेड् आफ् उपेक्षा, जस्ट् अ डिफ्रेण्ट् थाट्। भर्तृहरे एव इति जानामि भगिनि, इति भाति। लुब्धं वशं नयेदर्थे क्रुद्धं चाञ्जलिकर्मणा मूर्खं छन्दानुरोधेन. कोऽपि मूर्खः अस्ति चेत् तस्य मन तस् वाट् एवर् ही सेस् डू नो पायिण्ट् इन् आर्ग्यूङ्ग् वित् हिम्. कक्षायाः अनन्तरं सुभाषितं प्रेषयतु. इदानीं विमला भगिनी भवती वदतु. यत् एतदस्ति भगिनी यत् वयमपि क्रोधं कुर्मः, वयमपि पिशाचवत् भवामः. अस्माकं स्मृतिरपि लुप्यते तेन कारणेन अन्यपुरुषवत् या स्त्रीवत् क्रोधं न करणीयं. सान्त्वनेन क्षमयात च तस्य सान्त्वनं करणीयमिति. क्रोधेन सारासारविवेकबुद्धिः लुप्यते. पिशाचवत् भवन्ति, अस्माकमपि गात्रं वर्धितं भवति, क्रोधं गात्रं सर्वं वर्धितं भवति. तदर्थमेव परमात्मा उक्तवान् क्रोधात् सम्मोहः भवति, सम्मोहात् स्मृतिविभ्रमः, स्मृतिभ्रंशात् बुद्धिनाशः, बुद्धिनाशात् प्रणश्यति इति परमात्मना उक्तमस्ति. वेदा भगिनी भवती वदतु. आं भगिनि, यदि कोऽपि किं वदति क्रोधं, यदि कोऽपि क्रोधं दर्शयति तस्य अवहेलनं, तर्हि तस्य अवहेलनं करणीयं. तत्पश्चात् तस्य क्रोधं शान्तम् अभवत्, शान्तं भवति, अशान्तः अभवत्. किम् उक्तमहं न जानामि. अवहेलनं कर्तुं शक्यते चेत् तस्य क्रोधः श्रान्तः भवत् अभवत्. अस्यां कथायां बहु किमपि सारः अस्ति. चिन्तयित्वा गृहपाठरूपेण कानिचन वाक्यानि लिखन्तु. इतोपि अस्मिन् प्रसङ्गे किं ज्ञातव्यम् इत्युक्ते व्याकरणांशान् मनसि स्थापयित्वा उत्तमानि वाक्यानि चिन्तयित्वा लिखन्तु. अन्तिमपरिच्छेदे उपेक्षां कुर्मः चेत् सः दुर्बलः भवति इति लिखितमस्ति. तदेव उत्तमं वाक्यम् अस्यां कथायां. सूर्यकुमारी भगिनी भवती वदतु. एकं वाक्यं वदामि. देवस्य अनुग्रहेण अस्माकं दुर्लक्षणानि निष्कासनं भवति. उत्तमं. लक्षणम् इति नपुंसकलिङ्गपदमस्ति. दुर्लक्षणानि निष्कासनीयानि, निष्कासितव्यानि. दुर्लक्षणानि निष्कासनीयानि इति अपि साधुवाक्यमस्ति. तत्र तव्यत्प्रयोगः अथवा अनियर्प्रयोगः साधु. समयः अस्ति चेत् अथवा अग्रिम वर्गे पृच्छामि. वदतु. निष्कास्य इति तत्र मूर्धन्यषकारः दृश्यते. तत्र मूर्धन्यषकारः कथम् आगच्छति? षकार अस्ति चेत् क्षम्यताम्. निष्दातु भगिनि. न निस् इति उपसर्गः अस्ति. द्वाविंशतिषु उपसर्गेषु निस् योगः कस् निष्कास्य. तत्र मूर्धन्यषकारः कुतः आगतः इति तत्र प्रश्नः अस्ति. षकारस्थाने षकारादेशः भवति. दन्त्यसकारस्य स्थाने मूर्धन्यषकारेण आयाति इति प्रश्नः. दीर्घसूत्रम् अस्ति. आदेशप्रत्ययोः कार्यमस्ति वा इति. तथा एव दुष्कार्यं, दुष्कृतम् इत्यादिषु तत्र दन्त्यसकारस्य स्थाने मूर्धन्यषकारः आयाति. समतुल्यस्थानं चिन्तयामः चेत् मूर्धन्यषकारः ककारस्य पार्श्वे अस्ति इति चिन्तयति. तत्र इन्कोः इति एकं सूत्रमस्ति. आदेशप्रत्यययोः इति सूत्रेण दन्त्यसकारस्य स्थाने मूर्धन्यषकारः आयाति. उदाहरणार्थं भविष्यति इति वदामश्चेत् तत्र प्रत्ययः तु स्यति एव, तत्र दन्त्यसकारयुक्तं रूपमस्ति स्यति इत्यस्मिन्, किन्तु तत्र आदेशप्रत्ययोः इति सूत्रेण दन्त्यसकारस्य स्थाने मूर्धन्यषकारः आयाति. तादृशं चिन्तनम् एव अत्रापि भवति वा इति? आं भगिनि, लुक्स् लैक् शक् योगः स्यति अस्ति चेत् शक्ष्यति भवति, तत्र मूर्धन्यषकारः आयाति. ने योगः स्यति अस्ति चेत् नेष्यति भवति, तत्रापि मूर्धन्यषकारः आदेशप्रत्यययोः इन्कुभ्यां. भविष्यत्कालरूपेषु स्यति एव प्रत्ययः अस्ति, तत्र स्यतासील् रु लुटोः इति सूत्रेण स्या इति प्रत्ययः आयाति. तत्र स्या प्रत्यये दन्त्यसकारः अस्ति, किन्तु रूपं लृट् रूपं पश्यामश्चेत् तत्र मूर्धन्यषकारयुक्तं रूपं दृश्यते, कारणम् आदेशप्रत्ययोः. साधु, अग्रिमान् अभ्यासान् गृहपाठरूपेण कुर्वन्तु. आगामिसप्ताहे तेषां प्रसङ्गे चिन्तनं सर्वेषां. धन्यवादाः.